तर्हि अस्माकं नूतनन्यायवर्गे वस्तुतः नूतनं नास्ति, न्यायचिन्तनवर्गे सर्वेषां स्वागतम्। इदानीम् अस्माकं विषयः अस्ति अन्यतासिद्धिनिरूपणम् इति। अत्र पञ्चमविध अन्यतासिद्धि इति विषये स्मः वयम्। अत्र इदानीं तत्र पञ्चम अन्यतासिद्धिः इति यदस्ति तदेव तत्र सर्वेषाम् अन्यतासिद्धानां निर्वाहः कर्तुं समर्थः इति वयं दृष्टवन्तः। तर्हि अत्र प्रत्यक्षम् इति उदाहरणं स्वीकृतवन्तः, तत्र अनेकद्रव्यवत्वम् अपि च समवेतद्रव्यत्वम् इति विषयः आगतः। तर्हि अपि च महत्त्वम् इत्युक्ते वस्तुतः महत्त्वम् अपि च अनेकद्रव्यत्वम् इति प्रत्यक्षं कस्यचित् वस्तुनः प्रत्यक्षं भवति चेत्, प्रत्यक्षमिति कार्यमत्र अस्ति चेत् तस्य कारणं किं, महत्त्वं वा अनेकद्रव्यवत्वं वा इति प्रश्ने सति महत्त्वम् इति सिद्धान्तिना स्वीकृतं। तर्हि प्रतिपक्षी आगत्य वदति तत्र भोः किमर्थम् अनेकद्रव्यत्वं न स्वीकृतम् इत्यपि, यतोहि तदपि नियतपूर्ववर्ती अस्ति इति कृत्वा। तत्र सिद्धान्तिना वदति तत्र शरीरकृतलाघवम् अस्ति, यतोहि अनेकद्रव्यवत्वम् इत्यत्र दलद्वयमस्ति इति कृत्वा तत्र बाहुल्यम् अस्ति, अपि च महत्त्वमिति यदा वदामः चेत् तत्तु जाति भवति, एका एव जातिः, परन्तु अनेकद्रव्यत्वमिति कथनेन भिन्नभिन्नद्रव्यैः सिद्ध्यति इति कृत्वा तत्र तादृश बाहुल्यम् अपि अस्ति इति कृत्वा तत्र द्वाभ्यामपि मार्गाभ्यां तत्र गौरवमागच्छति इति कृत्वा तथा न इष्टम् इति उक्तम्। तदनन्तरं तत्र पुनः शरीरकृतलाघवम् इत्यनेन किम् इति तत् सर्वं चिन्तनावसरे तत्र गन्धः पृथ्वी इति इदानीं तस्य विषयः आगच्छति। तर्हि अत्र गन्धं प्रति इदानीं पृथ्वी कारणं वा अथवा पृथ्वीत्वं कारणं वा इति प्रश्नः। इदानीं तत्र प्रथमविधान्यता सिद्धमस्ति, तत्र किम् उक्तवन्तः, तत्र दण्डत्वम् इति अन्यता सिद्धं, दण्डः एव घटं घटं प्रति कारणम् इति। तर्हि इदानीं गन्धः इति कार्यं स्वीकुर्मः चेत् अत्र गन्धं प्रति पृथिवी कारणं वा पृथिवीत्वं कारणं वा इति प्रश्नः। तत्र वयं प्रथमविध अन्यतासिद्धम् उपयुज्य येन सह पूर्वभावः येन कारणस्य अवच्छेदकधर्मः यः भवति तत्तु अन्यतासिद्धा एव इति कृत्वा वयं पूर्वम् उक्तवन्तः यत् पृथ्वीत्वम् इति अन्यतासिद्धं गन्धं प्रति इति। परन्तु इदानीं पञ्चम इति प्रथमविध अन्यतासिद्धिः आसीत् तत्तु वस्तुतः। इदानीं पञ्चमविध अन्यतासिद्धम् इति स्वीकृत्य चिन्तनं कुर्मः चेत् कथं तस्य पृथ्वीत्वस्य कारणं निवार्यते, पृथ्वी एव कारणं पृथ्वीत्वं कारणं नास्ति इति कथं निवार्यते इति चिन्तनावसरे वयमिदानीं स्मः। तर्हि तत्र अग्रे पश्येम। एतावत्पर्यन्तं प्रश्नः अस्ति वा? अस्तु, तर्हि राजेन्द्रमहोदय भवानेव आरम्भं करोति वा? यथा उपस्थिति कृतलाघवस्य सत्यम् अस्तु भगिनि, उपस्थितिकृतलाघवस्य स्पष्टम् उदाहरणं भवति यत्र घटे पाको भवति, पाकानन्तरं रूपं स्पर्शः इत्यादयः नूतनगुणाः उत्पद्यन्ते, पाकः इत्यनेन पाकक्रिया अग्निसंयोगः, मृदा च कपालद्वयसंयोगेन च यदा घटः आरम्भे निर्मीयते तदा स च घटः इतोपि न पक्वः, यतोहि पाकः न कृतं, श्यामरूपम् अस्ति मृदुस्पर्शश्च अस्ति, पाकेन स्पर्शः अन्यरीत्या भवति, मृदुस्पर्शः नश्यति, कठिनस्पर्शः उत्पद्यते, एवमेव श्यामरूपं नश्यति, रक्तरूपं च उत्पद्यते, नूतनं रूपं प्रति नियतपूर्ववृत्तिः भवति, गन्धप्रागभावः, रूपप्रागभावः, स्पर्शप्राग् भावः, एतेषु त्रिषु रूपं प्रति किं कारणम् इति विचार्यमाणे सति रूपप्रागभावस्य कारणत्वस्वीकारे उपस्थितिकृतं लाघवम् अस्ति, यतोहि रूपप्रागभावः प्रति प्रतियोगिरूपम् एव, प्रतियोगिरूपेण उपस्थितं क्षम्यतां भगिनि, मम पुत्रस्य दूरवाणी आसीत् सः तत् कारणात् चिन्ता नास्ति महोदय, अग्रे पत्नीं दत्तवान् तत् दूरवाणी अस्तु. इदानीं एतेषु त्रिषु रूपं प्रति किं कारणम् इति विचार्यमाणे सति रूपप्रागभावस्य कारणत्वस्वीकारे उपस्थितिकृतं लाघवम् अस्ति, यतोहि रूपप्रागभावस्य प्रतियोगिरूपम् एव, प्रतियोगिरूपेण उपस्थितं रूपं तस्य अनुयोगे रूपप्रागभावः इति कृत्वा रूपस्य कारणं किमिति पृष्टे सति गन्धप्रागभावः स्पर्शप्रागभावः बुद्धौ उपस्थितौ न भवतः, किन्तु रूपप्रागभावः झटिति साक्षात् उपस्थितिः भवति, तदर्थम् उपस्थितिकृतं लाघवम् इति उच्यते. अनेन रूपं प्रति कारणं रूपप्रागभावः न तु गन्धप्रागभावः स्पर्शप्रागभावः. इदानीं उपस्थीकृतलाघवस्य उदाहरणम् अस्ति अत्र, यथा घटनिर्माणं भवति तस्य घटं पाकानन्तरं तस्य रूपः स्पर्शं रूपं स्पर्शः इत्यादयः नूतनगुणाः उत्पद्य पाकः इत्यनेन पाकक्रिया अग्निपाक इत्युक्ते अग्निसंयोगः यथा क्रियते तत् यथा मृदः च कपालद्वयसंयोगेन अनन्तरं घटः या निर्मीयते सः तु घटः इतोपि न पक्वः यतोहि पाकः न कृतः तस्य पाकः इदानीं पर्यन्तं न कृतः तत्कारणात् तस्य श्यामरूपम् अस्ति अपि च मृदुरूपस्पर्शः अस्ति परन्तु पाकेन यथा पाकः जायते तद् अनन्तरं तस्य स्पर्शः अन्य किञ्चित् भिन्नं भवति मृदुस्पर्शः नश्यति कठिनस्पर्शः उत्पद्यते एवमेव श्यामरूपे यथा घटे पूर्वं श्यामरूपम् आसीत् तत्तु नष्टं नश्यति तदनन्तरं रक्तरूपं च उत्पद्यते इदानीं नूतनरूपं यथा यदा नियतपूर्ववृत्तिः भवति गन्धप्रागभावः नूतनं रूपं प्रति नियतपूर्ववृत्तिः भवति गन्धप्रागभावः अस्तु इदानीं प्रश्नः उदेति यत् नूतनरूपं यत् रक्तरूपं च इदानीम् उत्पद्यन्ते पाकानन्तरं तस्य रूपं तत् रूपं प्रति नियतपूर्ववृत्तिः कस्मिन् आसीत् प्राग् गन्धप्रागभावः अपि च रूपप्रागभावः अथवा स्पर्शप्रागभावः अत्र यथा चिन्तनं कुर्मः तत् इदानीम् अस्माकं मनसि झटिति तत् रूपम् एव रूपप्रागभावस्य एव तत् कारणं तत् स्वीकर्तुं शक्नुमः यथा सः झटितिः तत् विचारं झटितिः मनसि आगच्छेत् तस्मिन् तथैव तत् वदामः उपस्थितिकृतलाघवं यथा रूप यथा रूपप्रागभावः तत्र प्रतियोगी अस्ति रूपप्रागभावः यथा अस्ति तस्य प्रतियोगी रूपम् एव अस्ति न तु गन्धः अथवा स्पर्शः अस्ति तथा प्रतियोगी रूपेण यः रूपः उपस्थितम् अस्ति, रूपेण उपस्थितं यः रूपः अस्ति, तस्य अनुयोगे रूपप्राग्भावः एव अस्ति इति कृत्वा रूपस्य कारणं रूपम् एव रूपप्राग्भावः एव कारणत्वं स्वीकर्तुं शक्नुमः. अथवा न तु स्पर्शप्राग्भावः अपि च गन्धप्राग्भावः ते मनसि न आगच्छन्ति. यथा रूपं पश्यामः तत् पाकानन्तरं तद् रक्तरूप यथा घटे आगच्छति तत् तस्य प्राग्भावः रूपप्राग्भावः एव तस्य अनुयोगे अस्ति. तत् कारणात् अस्य रूपप्राग्भावस्य एव उपस्थितः भवति, झटिति साक्षात् उपस्थितः भवति, तेन सह प्रत्यक्षं भवति. तदर्थम् उपस्थीकृतं लाघवं च. यदि वयं स्वीकुर्मः रूपप्राग्भावः एव रक्तरूपं च तस्य कारणम् अस्ति, तत् कारणात् तत् सः विचारः झटिति मनसि आगच्छति, तस्मिन्नेव उपस्थितिकृतं लाघवम् अस्ति. यथा न तु गन्धप्राग्भावः अपि च स्पर्शप्राग्भावः रूपं प्रति कारणं रूपप्राग्भावः एव अस्ति, न तु गन्धप्राग्भावः न तु स्पर्शप्राग्भावः. तथा तत् तस्मिन् उदाहरणे अस्माकम् उपस्थीकृतलाघवं किम् अस्ति, तत् तस्य उदाहरणम् अस्ति. यथा येन झटिः मनसि आगच्छति, रूपं प्रति रूपप्राग्भावः एव उपस्थितिकृत कारणं, तस्मिन्नेव लाघवम् अस्ति, उपस्थीकृतलाघवम् अस्ति. बहु सम्यक् महोदय. अस्तु, मध्ये केनापि आगतं वा? नमस्कारः महोदय. चिन्तनं मृगं भव्याजी क्लास् चिन्तित्वा अहम् एण्टर्ड् एतत्तु न्यायवर्गः अस्ति. क्षम्यतां महोदय. चिन्ता अस्तु. तर्हि सरला भगिनी भवती अग्रे पठति वा? आं महोदय. अभावस्य कारणत्वं स्वीक्रियते इति पूर्वमपि अस्माभिः ज्ञातं. किमपि कार्यं प्रति तस्य प्राग्भावस्य कारणत्वम् अङ्गीकृतं. भावस्य कारणत्वम् अभावे वर्तते इति अन्यत्र अपि दृष्टं. दृष्टेः कारणत्वं प्रतिबन्धकस्य अभावे अस्ति. महान् वायुः अस्ति चेत् वृष्टिः न भवति. महता वेगेन वायुः नास्ति चेत् वृष्टिः आरभ्यते. इत्थं च महत् वायुरूपः प्रतिबन्धकस्य अभावे कारणत्वम्. एवमेव अनुमतिस्थले साध्यज्ञानाभावः अनुमति प्रति कारणम्. यदा गजः दृष्टः एव तदा तच्चित्कारेण तद्गजस्य अनुमानं न कुर्मः. अनुमतिं प्रति प्रत्यक्षनिश्चयः प्रतिबन्धकः. यत्र प्रत्यक्षनिश्चयः नास्ति तत्र अनुमानं प्रवर्तते. अतः अनुमतिं प्रति प्रत्यक्षनिश्चयाभावकारणम्. एवमेव वह्निं न दृष्टं चेत् अव पर्वतः वहिमान् धूमात् इति अपेक्षते. इत्थं च अनुमतिरूपभावकार्यं प्रति प्रत्यक्षाभावरूपम् अभावकारणत्वं भवति. तथैव रूपं प्रति रूपप्राग्भावस्य कारणत्वम्. इदानीम् अन्य अभाव कथं कारणं कार्यं प्रति कारणम् अस्ति तस्य उदाहरणानि सन्ति. प्रथम उदाहरण वयं जानीमः कार्यस्य पूर्वक्षणे प्राग्भावः अस्ति. यदि प्राग्भावः यथा घटस्य प्राग्भावः अस्ति, घटनिर्माणं भवति, प्राग्भावस्य नष्टं भवति, तदप घटकार्यं भवति. प्राग्भावः भवति घटकार्यं प्रति कारणम्. इदानीं दृष्टम् अस्ति प्राग्भाव कार्य प्रति कारणम् अस्ति. अन्य कारणं भवति प्रतिबन्धकस्य अभावः. उदाहरणम् अस्ति, यदि महती वायु भवति, वेगेन वायु च प्रचलति, तदा वृष्टिः न पतति. यदि महती वायु वा वेगेन वायु चलनं स्थापयति, तदनन्तरं वृष्टिः पतति. महती वायोः प्रतिबन्धकस्य अभावः वृष्टिः कारणम् अस्ति. अत्र प्रतिबन्ध द्वितीयकारणं भवति, प्रतिबन्धकस्य अभावः कारणं कार्यं प्रति. प्रथमं प्रागभावस्य कारणं, द्वितीय अस्ति प्रतिबन्धकस्य अभावः. तृतीय अनुमति स्थले प्रत्यक्ष प्रतिबन्धकस्य अभावः यदि अस्ति, तदा हि अनुमति भवति. उदाहरणम् अस्ति, यदि वयं गजस्य प्रत्यक्ष दर्शनं कुर्मः, तदा अनुमानं गजस्य ध्वनि कश्चित् कारणस्य अनुमानं कर्तुं कोऽपि लाभः न भवति. यदि गज न दृष्टामः पश्यामः, केवलं तस्य ध्वनि तस्य चीत्कारान श्रुत्वा वयम् अनुमानं कर्तुं शक्नुमः, तत् ध्वनि गजस्य अस्ति, गजम् अस्ति तत्र. सो यदि प्रत्यक्ष गजस्य प्रत्यक्ष प्रत्यक्षदर्शनं वयं प्रतिबन्धक भवति अनुमानं कृते. यथा यदि वह्नी वयं पश्यामः, तस्य वह्निमान् पर्वतं तस्य कोऽपि अनुमानं न भवति. यदि वह्नी न पश्यामः प्रत्यक्षं, वह्ने प्रत्यक्षं न भवति, तद् धूम दृष्ट्वा वयम् अनुमानं कर्तुं शक्नुमः पर्वतवहिनीमान् इति. अनुमति स्थले अपि प्रत्यक्षस्य अभावः कारणं भवति. सो प्राग्भाव प्रतिबन्धकस्य अभावः, प्रत्यक्ष अभावः अनुमान अनुमतिस्थले कारणानि सन्ति. अग्रे अपि भगिनि, इदानीं प्रकृतौ गन्धं प्रति पृथ्वी कारणम् इति कार्यकारणभावः स्वीकारे उपस्थिति कृत लाघवम् अस्ति. यतोहि पृथ्व्या कारणत्वं झटिति बुद्धौ आगच्छति. गन्धस्य श्रवणेन पृथ्वीत्व कारणत्वं बुद्धौ उपस्थित न भवति, अतः उपस्थिति कृतं गौरवम् अस्ति. इदानीं उपस्थिति कृतं गौरवं लाघवम् इति द्वयो मध्ये किं स्वीकरणीयं? पृथ्वी गन्धं प्रति पृथ्वी कारणं वा पृथ्वीत्वं कारणं? पृथ्वी कारणं वयं स्वीकुर्मः, कारणचि तस्य कारणं लाघवम् अस्ति. पृथ्वीत्वे पृथ्वीत्वस्य अपेक्षाः गन्धवती पृथ्वी सर्वे जानन्ति. बुद्धौ पृथ्वी गन्धस्य कारणं प्रथमम् आगच्छति, न तु पृथ्वीत्वम्. अतः पृथ्वी भवति गन्धस्य कारणं, लाघवं पृथ्वीत्वे भवति गौरवं कारणम्. पृथ्वी अस्ति उपस्थिति कृतं लाघवं कारणम्, पृथ्वीत्वं भवति उपस्थिति कृतं गौरवं कारणम्. सम्यक् भगिनि. राजेन्द्र महोदय अग्रे पठति वा? आम् भगिनि. गन्धं प्रति पृथ्वी कारणम् इति कार्यकारणभावस्वीकारे शरीरकृतं लाघवम् अपि अस्ति. कथम् इति चेत्, गन्धं प्रति पृथ्वी कारणम् इति उच्यमाने सति कारणता पृथ्वीनिष्ठाः कारणता अवच्छेदकञ्च पृथ्वीत्वं. पृथ्वीत्वम् इत्युक्ते काचन जातिः एका एव सर्वेषु पार्थिवपदार्थेषु विद्यमाना. कारणता अवच्छेदकम् एवम् एकमेव अस्ति चेत् कार्यकारणभावः एव एक एव वक्तुं शक्यते गन्धं प्रति. गन्धत्व अवच्छिन्नं कार्यतं कार्यत्वं प्रति पृथ्वीत्व अवच्छिन्नं कारणत्वम्. इदानीम् अत्र पूर्वं तु उपस्थितिः कृतं लाघवं च गौरवं कथं परिशील्यते तत् इदानीं तु पृथ्वी गन्धं प्रति पृथ्वी कारणम् अस्ति वा तत् स्वीकुर्मः तत्र अपि शरीरकृतं लाघवम् अस्ति. इदानीं यथा कथं गन्धं प्रति पृथ्वी कारणं यदा स्वीकुर्मः तत् तस्य कारणता पृथ्वीनिष्ठा कारणता अवच्छेदकं पृथ्वीत्वम् अस्ति. पृथ्वीत्वम् इत्युक्ते काचन जातिः अस्ति, एका एव अस्ति, सर्वेषु पार्थिवपदार्थेषु विद्यमानः अस्ति. पृथ्वीत्वं तु सर्वेषु पार्थिवपदार्थेषु अस्ति, जातिः अस्ति, तत्कारणात् तत्र शरीरकृतं लाघवम् अस्ति. कारणता अवच्छेदकम् एकम् एव अस्ति कार्यकारणं. भगिनि अत्र यत् अस्मिन् वाक्ये किञ्चित् न अवगच्छामि, कथम् इति चेत् गन्धं प्रति पृथ्वी कारणम् इति उच्यमाने सति कारणता पृथ्वीनिष्ठा कारणता अवच्छेदकञ्च पृथ्वीत्वं, तत् किञ्चित् क्लेशः अस्ति मनसि. कथं अत्र पूर्वं यदुक्तं तत्र इदानीं प्रथमं गन्धः इति यदा शृणुमः चेत् तत्र यया रीत्या तत्र रूपस्य श्रवणेन रूपाभावः इति मनसि तस्य चिन्तनम् आगच्छति खलु इति कृत्वा तत्र उपस्थितिकृतलाघवम् अस्ति इति वयं पूर्वम् उक्तवन्तः. परन्तु तया रीत्या यदा प्रथमं गन्धः इति वदामः चेत् तत्र पृथ्वीत्वम् इति मनसि न झटिति आगच्छति इति कृत्वा तत्र उपस्थितिकृतलाघवम् इति नास्ति इति प्रथमं सत्यम्. इदानीं गन्धं प्रति पृथ्वी कारणम् इति तु वयं जानीमः. यदा वयं तस्य स्वीकारं कुर्मः इदानीं तत्र कार्यकारणभावस्य स्वीकार्यं भवति चेत् तत्र शरीर तत्र उपस्थितिकृतलाघवं नास्ति परन्तु शरीरकृतलाघवम् अस्ति. किमर्थं शरीरकृतलाघवम् अस्ति इति चेत् इदानीं पृथ्वी गन्धं प्रति पृथ्वी कारणम् इति वदामः चेत् तत्र इदानीं कारणता कुत्र अस्ति? पृथिव्याम् अस्ति सत्यं. तर्हि कारणता गन्धं प्रति पृथ्वी कारणम् इति वदामः चेत् कारणता पृथिव्याम् अस्ति, कारणस्य अवच्छेदकधर्मः पृथ्वीत्वम् अस्ति खलु. यया रीत्या दण्डस्य अवच्छेदकधर्मः दण्डत्वम् आसीत् तद्वदेव अत्रापि कारणता अवच्छेदकधर्मः तु कारणे या धर्मः अस्ति तदेव कारणता अवच्छेदकधर्मः खलु. तर्हि तत्तु इदानीं पृथ्वीत्वम् इति आगच्छति. तर्हि पृथ्वीत्वम् इति कारणता अवच्छेदकधर्मः. अस्तु अस्तु, इदानीं तत् अन्यत् अवगतं, परन्तु तत् वाक्यस्य न अर्थः कः इदानीं सम्यक्. आं धन्यवादः. यदा तत् अनुसृत्य तत् पृथ्वीतां एका एक जातिः अस्ति, तत्रैव तत्रैव लाघवम् अस्ति, तत् कारणता अवच्छेदक जातिः पृथ्वीताम् अस्ति, तत् शरीरकृतलाघवं भवति. गन्धत्व अवच्छिन्नकार्यं प्रति पृथ्वीत्वम् अवच्छिन्नकारणत्वम् अस्ति. अस्तु, तत् इदानीम् अवगच्छामि. शरीरकृतलाघवं वा कारण एक पूर्वम् एकं परिच्छेदे महोदय लिखितवान् शरीरकृतलाघम् इत्युक्ते कारणलाघवम् इति समानमस्ति. तत्र लाघवस्य तत्र उपस्थितिकृतलाघवं शरीरकृतलाघवम् अपि च तृतीयविधम् अपि आसीत् खलु इदानीं सम्बन्धकृतं सम्बन्धकृतलाघवम् इति तत्र विषयत्रयमासीत् सत्यम्. तर्हि अत्र शरीरकृतलाघवम् इत्युक्ते तत्र पूर्वम् अपि उपस्थितिकृतलाघवम् अपि तत्र कारणविषये एव आसीत् खलु. तर्हि तत्र तथा वक्तुं न शक्नुमः. परन्तु शरीरकृतलाघवम् इत्युक्ते यत्र बाहुल्यं नास्ति तत्र शरीरकृतलाघवम् इति आगच्छति तावदेव. अस्तु, अत्र भगिनि पूर्वं यथा गन्धस्य विवरणम् आसीत् तत् गन्धं प्रति पृथ्वी तत्र एव बुद्धौ झटिति आगच्छति, तत् कारणात् तत् उपस्थीकृतं लाघवम् अस्ति गन्धम्. इदानीं तु नास्ति खलु गन्धं प्रति पृथ्वी इति न आगच्छति इति कृत्वा उपस्थितिकृतलाघवं नास्ति. गन्धस्य विवरणं शृण्मः तत् तत् झटितिः आगच्छति पृथ्वी पृथ्वी एव. तदेव वदामि, तद् नास्ति खलु. इदानीं भवान् गन्धस्य विषये चिन्तयति चेत् तत्र पृथ्वीविषये पृथ्वी इति मनसि झटिति न आगच्छति इति कृत्वा तत्र उपस्थितिकृतलाघवं नास्ति इतीव पूर्वम् पूर्वस्मिन् परिच्छेदे तदेव उक्तम्. उपस्थितिकृतलाघवं नास्ति यया यथा रूपस्य प्रसङ्गे आसीत्. इदानीं तत्र रक्तरूपम् आगच्छति चेत् तत्र पूर्वं तस्य रूपाभावः इति रक्तरूपं नास्ति, इदानीं रक्तरूपम् अस्ति इति यत् अभावस्य उपस्थितिः तत्र मनसि झटिति आगच्छति तथा अत्र नास्ति इति कृत्वा उपस्थितिकृतलाघवं नास्ति परन्तु शरीरकृतलाघवमेव. न न सम्यक् भगिनि, अङ्गीकरोमि तत्र. इदानीम् अहं किं वक्तुम् इच्छामि, पृथ्वीत्वं न कारणम् उपस्थितिकृतलाघवं प्रति, परन्तु गन्धं प्रति पृथ्वी कारणम् अस्ति. पुनः उपस्थितिकृतलाघवं प्रति किमपि कार्यं नास्ति, कारणम् इति नास्ति. उपस्थितिकृतलाघवम् इति एका युक्ति, तेन वयं तत्र कारणं वक्तुं शक्नुमः. इदानीं तत्र पृथ्वीत्वम् इति उपस्थितिकृतलाघवम् इति मार्गेण कारणता न वक्तुं शक्नुमः. पृथिव्यां पृथ्वी इति क्षम्यता, हा इत्युक्ते पृथ्वी इति कारणम् इति तत्र शरीरकृतलाघवम् अस्ति. इत्युक्ते तत्र गन्धं प्रति पृथ्वी कारणम् इति यदा वदामः तत्र पृथ्वीत्वम् इति मनसि न आगच्छति खलु? न न तद् अङ्गीकरोमि, आं पृथ्वीत्वं तदा न आगच्छति. सत्यं, तर्हि उपस्थितिकृतलाघवं प्रति कारणम् इति न, उपस्थितिकृतलाघवम् अस्ति इति कृत्वा कारणम् इति. अस्तु अस्तु अस्तु, तर्हि महोदय भवानेव अग्रे पठति वा? इदानीं पृथ्वीत्वस्य कारणं कारणत्वं सत्यम् पृथ्वीत्वस्य कारणत्वं यदि स्वीक्रियते तर्हि कारणता पृथ्वीत्वनिष्ठाः कारणता अवच्छेदकं पृथ्वीत्वं किं तत् पृथ्वीत्वं पृथ्वीत्वे विद्यमानधर्मः पृथ्वीत्वं इदं च पृथ्वीत्वं जातिः न अस्ति यतोहि जातौ जातिः न अङ्गीक्रियते. तदर्थं पृथ्वीत्वं किमपि भिन्नरीत्या वक्तव्यम् अस्ति. सकलपृथ्वी संवेतत्वे सति पृथ्वीतर असंवेतत्वम्. आं भगिनि, पृथ्वीतर असमवेतत्वं पृथ्वीत्वं सकलपृथ्वीसंवेतं नाम सकलपार्थिवद्रव्येषु समवायसम्बन्धेन वर्तते. यथा पुस्तके पृथ्वीत्वम् अस्ति, सङ्गणके पृथ्वीत्वम् अस्ति, दूरवाण्यां पृथ्वीत्वम् अस्ति, एवं पृथ्वीत्वं सकलपृथ्वीसंवेतं सकलपृथ्वीसंवेतत्वं पृथ्वीत्वे. तदा पृथ्वीतर असंवेतत्वं पृथ्वीतरं नाम पृथिवीः पृथिवी इत्रं पृथिवी भिन्नं भिन्नं यथा जलं वायुः आकाशः इत्यादीनि द्रव्याणि पृथिवी भिन्नानि तेषु पृथ्वीत्वं समवायसम्बन्धेन नास्ति. अतः पृथ्वीत्वं पृथ्वीतर असंवेतं पृथ्वीतर असंवेतत्वं पृथ्वीत्वे आहत्य पृथ्वीत्वे विद्यमानधर्मः पृथ्वीतौ त्वं तदेव सकलपृथ्वीसंवेततत्त्वे सति पृथ्वीत असंवेतत्वम्. आम् किञ्चित् भगिनि किञ्चित् क्लिष्टर् किञ्चित् कण्ठशः पश्यतु महोदय. पृथ्वीत्वस्य कारणं यदि पृथ्वीत्वस्य कारणत्वं यदि स्वीक्रियते पूर्वस्मिन् परिच्छेदे आसीत् पृथ्वीतौ तत्रैव शरीरकृत लाघवम् अस्ति पृथ्वी तत्र यथा स्वीकुर्मः पृथ्वीत्वं कारणं यदा स्वीकुर्मः तदा तर्हि कारणता पृथ्वीत्वनिष्ठा कारणता अवच्छेदकं पृथ्वीत्वम् अस्तु. तत् पृथ्वीत्वं तु धर्मः अस्ति तत् पृथ्वीत्वस्य निष्ठा तस्मिन् पृथ्वीत्वं धर्मः अस्ति कारणता अवच्छेदकधर्मः अस्ति. किं तत् पृथ्वीत्वं पृथ्वीत्वे विद्यमानधर्मः पृथ्वीत्वं अस्तु तत्तु अस्ति. इदानीं तत्र पृथ्वीतो निष्ठा कारणता अवच्छेदकधर्मः पृथ्वीत्वं अस्ति. इदं च पृथ्वीत्वं अहं वदामि भगिनि परन्तु सम्यक्तया अवगच्छामि न जानामि. इदानीम् इदं च पृथ्वीत्वं जातिः नास्ति. आं तत्तु सम्यक् धर्मः अस्ति यतोहि जातोः जातिः न अङ्गीकृत्य अस्तु. पृथ्वीत्वं तु धर्म जातिः अस्ति तस्मिन् कारणतावच्छेदकधर्मः पृथ्वीत्वम् अस्ति. तत्तु जातिः नास्ति अपि च धर्मः अस्ति यथा जातोः जातिः न अङ्गीक्रियते. तदर्थं पृथ्वीत्वं किम् इति भिन्नरीत्या वक्तव्यम् अस्ति. तत् किञ्चित् भिन्नरीत्या अस्माभिः वक्ष्यमाणः अस्ति. सकलपृथ्वीसंवेततत्त्वे सति सकल सर्वे पृथ्वी न महोदय तत्र केवलं वदतु यतोहि तत्र लक्षणवाक्यमस्ति सकलपृथ्वी समवेतत्वे सति पृथ्वी इतर समवेतत्वम् इति. तत्र भागद्वयस्य अपि अग्रे विवरणम् आगच्छति इति कृत्वा चिन्ता नास्ति. अग्रे पठतु सकलपृथ्वी समवेतं नाम किम् इति पश्यामः. पृथ्वीत्वं सकलपृथ्वीसंवेतं नाम सकलपार्थिवद्रव्येषु समवायसम्बन्धेन वर्तते. अस्तु सर्वेषु पार्थिवद्रव्येषु पृथ्वीत्वं वर्तते एवं वा भगिनि? इत्युक्ते समवेतत्वम् इत्युक्ते किं? समवेतत्वम् इत्युक्ते समवायसम्बन्धेन तिष्ठति इति यत् समवायसम्बन्धेन तिष्ठति तदस्ति समवेतः इति खलु. इति कृत्वा सकल पार्थिवसमवेतत्वं समवेतं नाम सर्वेषु पार्थिवद्रव्येषु समवायसम्बन्धेन तिष्ठति इति. पृथ्वीत्वम् इति कश्चन पृथ्वीत्वम् इति यः जातिः अस्ति पृथ्वीत्वम् इति जातिः तु पृथिव्याम् अस्ति इति वयं जानीमः. पृथिव्याम् इदानीं केन सम्बन्धेन अस्ति? समवायसम्बन्धेन जाति जातिव्यक्तयोः मध्ये समवायसम्बन्धः इति कृत्वा तत्र समवायसम्बन्धेन अस्ति इति तत्र समवेतः पृथ्वीत्वम् इति पृथिव्यां समवेतः खलु. तर्हि तत्र पृथ्वीत्वम् इति सकलपृथ्वी समवेतं यतोहि सकलपार्थिवद्रव्येषु अथवा पृथ्वीद्रव्येषु समवायसम्बन्धेन पृथ्वीत्वम् अस्ति इति प्रथम इत्युक्ते तत्र लक्षणवाक्ये तत्र भागद्वयमस्ति सकलदलद्वयं यथा वयं वदामः सकलपृथ्वी समवेतम् इति एकं पृथ्वीतर असमवेतत्वम् इति असमवेतम् इति द्वितीयं. तर्हि तत्र सकलपृथ्वी सकलपृथ्वी समवेतं नाम किम् इति इदानीं पश्यन्त इदानीं अस्माकं परिशीलनम् अग्रे उदाहरणमस्ति वदतु. यथा पुस्तके पृथ्वीत्वम् अस्ति सङ्गणके पृथ्वीत्वम् अस्ति दूरवाण्यां पृथ्वीत्वम् अस्ति एवं पृथ्वीत्वं सकलपृथ्वीसंवेतं पृथ्वीत्वे अस्ति. तत् स्पष्टमस्ति. अस्तु, सर्वेषु पार्थिव द्रव्येषु समवायसम्बन्धेन पृथ्वीत्वं वर्तते. तत्कारणात् तत् सकलपृथ्वीसंवेतं सकलपृथ्वीसंवेतत्वं पृथ्वीत्वे अस्ति. यथा पृथ्वीतर असंवेतत्वम् अस्तु. पृथ्वीतर इत्युक्ते पृथ्वी विना पृथ्वीभिन्न ये पदार्थाः सन्ति तत् असंवेतत्वं. पृथ्वीतरं नाम पृथ्वी इत्रं, पृथ्वी विहाय पृथ्वीभिन्नं. यथा जल, वायु, आकाशः इत्यादीनि द्रव्याणि पृथ्वीभिन्नानि, तेषु पृथ्वीत्वं समवायसम्बन्धेन नास्ति. अस्तु, इदानीं तत् अवगच्छामि. अतः पृथ्वीत्वं पृथ्वीतर असंवेतं संवेतं पृथ्वीतर असंवेतत्वं पृथ्वी तवे. अस्तु, तत् पृथ्वीत्वे पृथ्वीत्वे तत् पृथ्वी इतर असंवेतं तत् असंवेतं पृथ्वीत्वे अस्ति. तत् पृथ्वी विहाय अन्यत्र ये द्रव्याः सन्ति, द्रव्याणि सन्ति, तत् तेषु तत् असंवेतत्वं पृथ्वीत्वं तत्र समवायसम्बन्धेन नास्ति. तत्कारणात् पृथ्वीतर असंवेतत्वं पृथ्वीत्वे. आहत्य पृथ्वीत्वे विद्यमानधर्मः पृथ्वीत्वं तदेव सकलपृथ्वीसंवेतत्वे सति पृथ्वीतर असंवेतत्वं. भगिनी, अत्र यथा अत्र अस्ति अस्मिन् वाक्ये, अतः पृथ्वीत्वं पृथ्वीतर असंवेतत्वं पृथ्वीतर असंवेतत्वं पृथ्वीतवे, तादृशी व्यवहारः अस्ति वा? यथा प्राग्भावः कारणत्वम् अस्ति न, तथा न. अहं प्रश्नः एव न अवगतः मया. अहमपि न जानामि किं पृच्छामि. न, तादृशी नास्ति, तत् भिन्न भिन्नमस्ति. अत्र तु प्रतियोगी अनुयोगी किञ्चित् तथा अस्ति वा? न न, तथा नास्ति खलु. तत्र केवलं पृथ्वीत्वम् इति यः धर्मः अस्ति पृथ्व्यां तस्य विश्लेषणं इत्युक्ते अत्र पृथ्वीत्वम् इत्युक्ते क्षम्यतां भगिनि, किमपि वक्तव्यं वा? न, भवति भवती वदतु, क्षम्यताम्. न न न, अस्तु. तत्र पृथ्व्यां तत्र इदानीं पृथ्वीत्वम् इति जातिः अस्ति इति वयं जानीमः खलु. तर्हि सः सा जातिः या अस्ति सा क्रीदृशी इति इदानीं प्रश्नः. तस्य विवरणम् अस्ति अत्र. इदानीं पृथ्व्यां पृथ्वीत्वम् अस्ति इत्युक्ते किं? तत्र यथा सरला भगिनी अपि उक्तवती, तत्र अधिकरणम् अस्ति खलु, पृथ्वी इति अधिकरणं, तस्मिन् पृथ्वीत्वम् अस्ति. इदानीं पृथ्वीत्वं कीदृशी इति, पृथ्वीत्वम् इति जातिः कीदृशी इत्युक्ते सकलविध समवेतत्वे सति पृथ्वीतर असमवेतत्वम् इति पृथ्वीत्वम् इत्यस्य लक्षणवाक्यम्. इत्युक्ते सकलपृथ्व्याम् अस्ति, अपि च पृथ्वीभिन्नपदार्थेषु समवायसम्बन्धेन नास्ति. पार्थिवद्रव्येषु समवायसम्बन्धेन अस्ति, पार्थिवभिन्नद्रव्येषु समवायसम्बन्धेन नास्ति इति एव तत्र लक्षणवाक्यम्. पृथ्वीत्वस्य लक्षणवाक्यमस्ति न, सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वं. सत्यं, पृथ्वीत्वस्य पृथ्वीत्वे तदस्ति. पृथ्वीत्वे यतोहि पृथ्वीत्वम् इति सकल सकलपार्थिवसमवेतं खलु इति कृत्वा तस्मिन् समवेतत्वम् अस्ति. सत्यम्. इदानीं स्पष्टं वा महोदय? आम् आम् आं भगिनि, इदानीम् इदानीं स्पष्टव्यम्. आम् आम् अस्तु, सरला भगिनी भवती एव अग्रे पठति वा? अस्तु भगिनि. तर्हि पृथ्वीत्वे विद्यमानधर्मः सः पृथ्वीत्वं इति उक्तौ सकलपृथ्वी समवेतत्वे सति पृथ्वीतर असमवेतत्वम्. अस्मिन् दलद्वयं वर्तते, एकम् अस्ति सकलपृथ्वी समवेतत्वं नाम समवायसम्बन्धेन पृथ्वीत्वं. तस्य दलप्रयोजनं कुर्म चेत् पृथ्वीत्वं सकलपार्थिवद्रव्येषु वर्तते, किन्तु एतत् दलमेव स्वीकुर्मः चेत् अतिव्याप्तिः भवति, यतोहि सकलपृथ्वी समवेतत्वं न केवलं पृथ्वीते अपि तु द्रव्यत्वे अपि, यतोहि पार्थिवं सर्वं द्रव्यमेव सकलपार्थिवद्रव्येषु समवायसम्बन्धेन द्रव्यत्वम् अस्ति एव. अतः जलादिसमवेतत्वम् अपि वक्तव्यम् अतिव्याप्तेः वारणार्थं. जलादिसमवेतत्वम् इत्युक्तौ जलादि आदिषु जल आदिषु समवायसम्बन्धेन न भवेत्, द्रवत्वे जल आद्य जल आदिसमवेतत्वम् अस्ति वा नैव. अतः केवलं सकलपृथ्वी समवेतत्वम् इत्युक्ते चेत् अपर्याप्तं, पृथ्वीतर असमवेतत्वस्य उपाधाने लक्षणसमन्वयो भवति. इदानीं यथा वयं पूर्वं दृष्टवन्तः पृथ्वीत्वत्व यद्धर्म अस्ति पृथ्वीत्वे, पृथ्वीत्वम् अस्ति पृथ्व्यां, पृथ्व्यां भवति अधिकरण, तस्य पृथ्वीत्वं तस्मिन् अस्ति समवायसम्बन्धेन, अतः पृथ्वीत्वं भवति समवेतं. तस्मिन् यः धर्म अस्ति पृथ्वीत्वं तत् भवति समवेतत्वं. सो सकलपृथ्वी समवेतत्वे प्रति पृथ्वीतर असमवेतत्वं, पृथ्वीतर असमवेतत्वं यदा पृथ्वी विहाय अन्यपदार्थेषु यथा जलवायु आकाश इति तत्र पृथ्वीत्वं समवायसम्बन्धेन न भवति. अतः तेषु पृथ्वीतर तेषु असमवेतत्वं वर्तते, मीन्स् तत्र असमवायसम्बन्धेन. द्वे दले कथं तस्य साधनीयं कथं भवति, तस्य प्रथमदलस्य उदाहरणम् अस्ति इदानीं सकलपृथ्वी समवेतत्वं. यदि एकं दलं केवलं स्वीकुर्मः सकलपृथ्वी समवेतत्वं, तत् दोषं भवति. कथं तत्र अतिव्याप्तिदोषः आगच्छति द्रवत्वे, कारण कि पृथ्वी द्रव्यम् अस्ति, तस्मिन् द्रव्यम् अपि द्रव्यत्वं भवति समवायसम्बन्धेन. सो द्रवत्वं पृथ्व्याम् अपि समवेतं भवति, सो सकलपृथ्वी समवेतत्वं द्रवत्या अपि आगच्छति, न केवलं पृथ्वी इव द्रव्यं, पर अन्येषु द्रव्येषु यथा जलम् अग्नौ वायुः तत्रापि द्रव्यत्वं समवायसम्बन्धेन आगच्छति, तत्रापि द्रवत्वे अतिव्याप्तिः आगच्छति. अतः केवलम् एकदलं यदि वयं स्वीकुर्मः अतिव्याप्तिदोष निवारणार्थाय द्वितीयदलस्य आवश्यकता आगच्छति, द्वितीयदलमपि पृथ्वी असमवेतत्वं तस्य तत्र कुत्र अतिव्याप्तिदोषः आगच्छति? इदानीम् एकमेव दलं स्वीकुर्मः चेत् कुत्र अतिव्याप्तिदोषः आगच्छति? द्रवत्वे अतिव्याप्तिदोषः आगच्छति, द्रव्यत्वे खलु, न तु द्रवत्वे, न न द्रव्यत्वे, द्रव्यत्वे पृथ्वीभ्येन सर्वेषु द्रव्येषु अतिव्याप्तिदोषः आगच्छति, यथा द्रव्यत्वे भवति समवेतं न द्रव्ये. पृथ्वीत्वम् इति धर्मः पृथिव्याम् अस्ति इति तद्वत् द्रव्यत्वम् इति जातिः सर्वेषु द्रव्येषु अस्ति खलु. तर्हि पृथ्वी अपि द्रव्यम् इति कृत्वा पार्थिवद्रव्येषु अपि द्रव्यत्वम् अस्ति, तर्हि पार्थिवद्रव्येषु द्रव्यत्वमपि अस्ति, पृथ्वीत्वमपि अस्ति, जले जलत्वमस्ति, द्रव्यत्वमस्ति, तर्हि इदानीं सकलपार्थिवसमवेतम् इति वदामः चेत् सकलपार्थिवद्रव समवेतं पृथ्वीत्वम् अस्ति अपि च द्रव्यत्वमस्ति, सत्यम् इति कृत्वा द्रव्यत्वे इदानीम् अतिव्याप्तिदोषः आगच्छति. अस्माकं लक्ष्यं किं? पृथ्वीत्वं. केवलं सकलपार्थिव सकलपृथ्वी समवेतं समवेतत्वम् इति वदामः चेत् सकलपृथ्वी समवेतत्वम् इति पृथ्वीत्वे तु अस्ति निश्चयेन, परन्तु द्रव्यत्वे अपि अस्ति खलु इति कृत्वा अतिव्याप्तिः आगच्छति. तर्हि तदर्थमेव इदानीं द्वितीयदलस्य अपि संयोजनं क्रियते. अवगच्छति वा? आम् आं भगिनि. पृथ्वीत तथैव पृथ्वीतर असंवेत तत्त्वं तत् आनेतव्यम् आनेतव्यं सत्यं. तर्हि भगिनी भवती एव अग्रे पठतु. इदानीं द्वितीयदलं केवलं यदि निवेशयामः किं भवति? अपि च पृथ्वीतर असमवेतत्वम् इति एव उच्यते चेत् अत्र अपि अतिव्याप्तिः, यतोहि पृथ्वीत्वम् अतिरिच्य पृथ्वीतर असमवेतत्वम् अन्यत्र अपि वर्तते, यथा पृथ्व्याम् अस्ति, गन्धे अस्ति, परमाणौ अभावे समवाये च एतेषु अपि अस्ति. द्वयोर्दलयोः मेलनेन पृथ्वीत्वे विद्यमानः असाधारणधर्म पृथ्वीत्वम्. इदानीं यथा पूर्वं वयं दृष्टवन्तः केवलं सकलपृथ्वी समवेतत्वं यदि वयं निवेशयामः तत् अतिव्याप्तिदोषः आगच्छति द्रव्यत्वे. इदानीं यदि केवलं द्वितीयदलम् पृथ्वीतर असमवेतत्वं यदि योजयामः तत् कुत्र अतिव्याप्ति आगच्छति? अतिव्याप्ति आगच्छति पृथिव्यां गन्धे परमाणौ अभावे समवाये. कथम् आगच्छति तस्य निदानं भवति? पृथ्व्याम् उदाहरणं महोदय दत्तवान् यद् पुस्तके अस्ति, पुस्तक तस्याम् अवेषु तिष्ठति, पुस्तकं भवति समवेतं, पुस्तके पृथ्वी अस्ति, सो पुस्तकसमवेत पुस्तकं समवेतं भवति पृथिव्याः अवेश्यु. सो अतः यदि पुस्तके पुस्तकम् अस्ति समवेतं पृथ्वी भवति तस्य अधिकरणं. सो पुस्तके किं भवति तस्य अधिकरणं? पुस्तकमे पुस्तकस्य अवयवे अवयवः पृथ्वी एव अस्ति, तत् भवति अधिकरणम् अवयव पुस्तकस्य. तत्र यथा पृथिव्याम् अस्ति इति चेत् तत्र पृथिव्यां तत्र अतिव्याप्तिः आगच्छति खलु, यतोहि पृथ्वी इदानीं पुस्तकम् इति पार्थिवद्रव्यं, पुस्तकम् इति अपि पृथ्वी. इदानीं पुस्तकं स्वस्य अवयवेषु यत् पृथ्वी अस्ति तत्र समवायसम्बन्धेन अस्ति इति कृत्वा पृथिव्याम् एव पृथ्वीतर असमवेतत्वम् इति भवति खलु. अन्यत्र पृथ्वीतर असमवेतत्वं नाम किं? पृथ्वी भिन्न पदार्थेषु समवायसम्बन्धेन नास्ति इति. इदानीं पुस्तकं स्वस्मिन् स्वस्य अवयवेषु एव समवायसम्बन्धेन अस्ति खलु, अन्यत्र समवायसम्बन्धेन नास्ति इति कृत्वा पुस्तकमिति पृथ्वी अस्ति, तर्हि पृथ्वी पृथ्व्यामेव अतिव्याप्तिदोषः आगच्छति, यतोहि पृथ्वी पृथ्वीत्वर असमवेतः अस्ति. केवलं पृथ्वीतर असमवेतः इति स्वीकुर्मः चेत् पृथ्वीत्वम् अपि तथा, परन्तु पृथ्वी अपि तथा खलु. न आगच्छामि तत्. न न इत्युक्ते इदानीं पृथ्वी पुस्तकमिति पृथ्वी अस्ति सत्यं सत्यं पुस्तकं कुत्र अस्ति पुस्तकं तस्य अवयवेषु अस्ति तस्य अवयवापि पृथ्वी सन्ति रैट् सत्यम् इति कृत्वा इदानीं स्वस्य अवयवेषु समवेतम् एकक्षणं भगिनि तत्र पुस्तकं कीदृशसम्बन्धेन अस्ति स्वस्य अवयवेषु समवायसम्बन्धेन एकमेव उदाहरणं स्वीकुर्मः एकक्षणं पुस्तकमिति स्वीकृतवन्तः तदेव तदेव स्वीकुर्मः इदानीं पुस्तकं स्वस्य अवयवेषु समवायसम्बन्धेन अस्ति इति कृत्वा पुस्तकमिति पृथ्वी खलु तर्हि पृथ्वी स्वस्य अवयवेषु समवेतः अस्ति सत्यम् पृथिव्याः अवयवः अपि पृथिवी इदानीं पुस्तकम् इदानीं पुस्तकम् अन्यत्र कुत्रापि सन्ति इति चिन्तयति इत्युक्ते पुस्तकस्य अधिकरणं भिन्नम् अस्ति चेत् पुस्तकम् उत्पीठिकायाम् अस्ति चेत् तत्र समवायसम्बन्धेन अस्ति वा न अथवा जले अस्ति अथवा आकाशे अस्ति यत्किमपि स्वीकरोतु तर्हि केवलं पुस्तकं स्वस्य अवयवेषु समवायसम्बन्धेन अस्ति इत्युक्ते अथवा भिन्नरीत्या वक्तव्यं चेत् पृथ्वी स्वस्य अवयवेषु ते अपि पृथ्वी द्रव्याणि तेषु एव समवेतः अस्ति पृथ्वी इतर असमवेतः अस्ति इत्युक्ते पृथ्वी भिन्नस्थलेषु समवायसम्बन्धेन नास्ति नास्ति इति कृत्वा पृथ्वी इतर असमवेत् तर्हि पृथ्वी स्वयं पृथ्वी इतर असमवेतः अस्ति इति कृत्वा तत्रापि अतिव्याप्तिः आगच्छति तदेव गन्धस्य प्रसङ्गे अपि गन्धः अपि गन्धः इति गुणः इदानीं खलु गन्धः इति गुणः पृथिव्याम् अस्ति इति कृत्वा एव गन्धवती पृथ्वी इति लक्षणवाक्यमस्ति तत् केवलं पृथिव्याम् अस्ति अन्यत्र कुत्रापि नास्ति खलु इति कृत्वा तदपि पृथ्वी इतर असमवेतः इति कृत्वा तत्रापि अतिव्याप्तिदोषः तद्वत् परमाणौ अपि यतोहि परमाणुः परमाणोः अवयवः एव नास्ति इति कृत्वा तत् पृथ्वीतर पृथ्वी असमवेतः पृथ्वी इतर असमवेतः अपि अभावः अपि तथा यतोहि अभावः स्वरूपसम्बन्धेन अस्ति इति कृत्वा तत्र सर्वत्र अतिव्याप्तिदोषः आगच्छति इति तत्र इदानीं दलद्वयमपि स्थापयामः चेत् तादृश अतिव्याप्तिदोषः निवार्यते अत्र काचन कश्चन प्रश्नः आसीत् महोदयेन उक्तम् आगामी कक्षायां वदामि इति वदिष्यामि इति यत् तत्र गन्धस्य प्रसङ्गे प्रायः तत्र किञ्चित् लक्षणसमन्वयः तत्रापि भवेत् यतोहि गन्धः सकलपृथ्वी समवेतः अपि अस्ति पृथ्वी इतर असमवेतः अपि अस्ति इति कृत्वा तत्र किञ्चित् प्रश्नः आसीत् परन्तु महोदयेन उक्तं यत् आगामिकक्षायां तस्य किञ्चित् स्पष्टीकरोमि यतो हि तथैव भवति न पृथिव्यामपि तथैव भवति पृथ्वी इतरसमवेतत्वमपि पृथ्वीतरसमवेतत्वं पृथिव्यामपि सत्यं सकलपृथिवी समवेतत्वम् इति वक्तुं शक्नुमः स्यात् सत्यं तर्हि आगामिकक्षायां तस्मिन् विषये किञ्चित् इतोपि स्पष्टीकरोति इति चिन्तयामि अस्तु तर्हि अग्रे पठतु भगिनि अपि च राजेन्द्रमहोदय भवान् भवतः प्रश्नः अस्ति वा तत्र एतत् सर्वं स्पष्टं वा न भगिनि चिन्तयामि तत् स्पष्टं जातम् इदानीम् अस्तु सम्यक् तर्हि भवान् एव अग्रिमपरिच्छेदः पठतु परिच्छेदं पठतु तदनन्तरं विरमामः जातोः जातौ विद्यमानधर्मस्य प्रतिपादनम् एवं सर्वत्र भवति, यतोहि जातौ जातिः नास्ति इति कृत्वा तस्य स्वभावः अन्यरीत्या वक्तव्यं। तथा हि द्रव्यत्वे द्रव्यतत्वं वर्तते, द्रव्यत्वं जातिः नास्ति तर्हि द्रव्यत्वं नाम किम्? सकलद्रव्यसंवेदतत्वे सति द्रव्येतर अस्मेत् असंवेदतत्वं, गुणत्वं नाम किम्? सकलगुणसंवेदतत्वे सति गुणेतर असंवेदतत्वं, दण्डत्वम् अपि तथा, दण्डत्वे विद्यमान विद्यमानः धर्मः अस्ति। इदानीं किञ्चित् प्रायशः यथा पूर्वम् उक्तं तथा इदानीम् अन्य उदाहरणे स्वीकृते तत् किञ्चित् वक्तव्यम् अस्ति। जातोः विद्यमानप्रति यदा सर्वत्र भवति, जातोः जातिः नास्ति यथा पूर्वम् अस्माभिः पठितं, तत् स्वभावः तत् किञ्चित् भिन्नरीत्या तत् अन्यरीत्या तथा वक्तव्यं। द्रव्यत्वे द्रव्यत्वम् अस्ति वर्तते, द्रव्यत्वं जाति नास्ति तत् तर्हि द्रव्यत्वं नाम किम्? अत्र उक्तमस्ति सकलद्रव्यसंवेदतत्वे सति द्रव्येतर असंवेदतत्वं, यथा पूर्वम् अस्माभिः पठितं सकलपृथ्वीसंवेदतत्वं संवेदतत्वं पृथ्वीतर असंवेदतत्वं, तथापि अत्रापि सकलद्रव्यसंवेदतत्वे सति द्रव्येतर असंवेदतत्वं। पुनः गुणत्वं किं नाम किं? सकलगुणसंवेदतत्वे सति गुणेतर असंवेदतत्वं, तत्रापि तथैव तेन रूपेण एव तत्र गुण दलद्वयं तत्र स्तः, तथा तस्य लक्षणवाक्यं वदामः तत्र अतिव्याप्तिदोषः न आगच्छति। दण्डत्वम् अपि तथा, दण्डत्वे विद्यमानधर्मः अस्ति, दण्डत्वे विद्यमानधर्मः अस्ति तत् अपि वदामः चेत् भगिनी तत् सकलदण्डत्वसंवेदतत्वे सति दण्डत्वसंवेदतत्वे सति दण्ड इतर असंवेदतत्वं कदाचित् समवेतं भवति दण्डत्वं सत्यम् इति कृत्वा तत्र अन्ततो गत्वा तत्र यदा धर्मः अस्ति जात्यां जातौ यः धर्मः अस्ति तस्य धर्मस्य विश्लेषणम् एतावदेव करणीयम्। यतोहि जातौ विद्यमानः धर्मः जातिः नास्ति इति कृत्वा सः तु धर्मः, धर्मस्य विवरणमस्ति यथा इदानीं तत्र द्रव्यत्वस्य विषये दृष्टवन्तः, तथा द्रव्यत्वस्य इत्युक्ते तत्र सकलद्रव्यसमवेतत्वे सति द्रव्येतर असमवेतत्वम् इति तथा एव वक्तव्यम् इति। साधु उत्तमं, तर्हि एतावत्पर्यन्तमेव कक्षायां शनिवासरे अवलोकितवन्तः। तर्हि प्रश्नः अस्ति चेत् चर्चां कर्तुं शक्नुमः, नो चेत् अत्र स्थगयितुं शक्नुमः। स्पष्टमस्ति भगिनि, धन्यवादः, धन्यवादः, शुभरात्रिः। अस्तु, धन्यवादः, शुभरात्रिः, धन्यवादः।